ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय प्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। समवायः इत्यत्र स्मः इति निरूपणे स्मः। नित्यसम्बन्धः समवायः ऐतसिद्धवृत्तिः इति तस्य रक्षणं कृतं। तर्हि ऐतसिद्धौ कौ इति चेत् ययोः द्वयोः मध्ये एकम् अविनश्यद् अवस्थम् अपरमाश्रितमेव तिष्ठति अवतिष्ठते तौ ऐतसिद्धौ। तत्र किमर्थम् अविनश्यद् इति विशेषणं प्रयुक्तम् इत्यत्र गते वर्गे प्रश्नः आसीत्। तस्य उत्तरं लब्धं, तदेव मया प्रेषितमासीत् वाट्साप् मध्ये। बालप्रिया इति काचन व्याख्या अस्ति, तर्कसङ्ग्रहस्य व्याख्या दीपिका, तस्याः व्याख्या किं नाम प्रकाशिका इति, तर्कसङ्ग्रहदीपिका, तत्र प्रसारणा इति व्याख्या, अपि च बालप्रिया इति व्याख्या, तत्र स्पष्टता प्राप्ता। रमेशमहोदयेन ऊहा अपि कृता अस्ति अस्मिन् विषये। तर्हि द्रव्यनाशः द्विधा भवति इति अस्माभिः पठितं, समवायिकारणनाशेन द्रव्यनाशः भवति इति एकः, असमवायिकारणेन द्रव्यनाशः भवति इति द्वितीयः। तर्हि तत्र प्रथमम् असमवायिकारणेन द्रव्यनाशः, घटः कपालद्वयोः मध्ये संयोगेन जायते इति वयं जानीमः। तर्हि कपालद्वयसंयोगः असमवायिकारणमस्ति घटं प्रति, समवायेन कपाले स्थित्वा समवायेन कार्यं जनयति, घटः कपाले समवायेन अस्ति इति कृत्वा एकस्मिन् अधिकरणे कपाले संयोगः समवायेन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा असमवायीकारणस्य लक्षणं पूरितम्। तर्हि यदि तत्र शस्त्रेण पूर्वं यः संयोगः जातः तस्य नाशः क्रियते चेत्, इत्युक्ते कपालस्य नाशः न कृतः, केवलं तत्र यः संयोगः जातः तस्यैव, इत्युक्ते कपालस्य पृथक्करणं क्रियते तावदेव, कपालस्य नाशः न क्रियते, तर्हि पुनः तौ एव कपालौ आनीय तत्र पुनः घटनिर्माणं कर्तुं शक्यते इति तादृशस्थितिः। तत्र किं भवति इति चेत्, तत्र चैत्रक्षणे शस्त्रघटसंयोगः जायते, वैशाखक्षणे कपालसंयोगनाशः जायते, अग्रिमक्षणे घटनाशः भवति, ज्येष्ठक्षणे घटनाशः भवति। तर्हि इदानीं घटनाशः यस्मिन् क्षणे भवति ज्येष्ठक्षणे, तस्मात् पूर्वक्षणं घटः कीदृशः इति चेत् विनश्यन् घटः अथवा विनश्यन् घटः, असमस्तपदे विनश्यन् घटः अथवा विनश्यन् घटः। तर्हि विनश्यद्घटः कपाले एव तिष्ठति इति कृत्वा अविनश्यद् इति विशेषणम् अनुत्वा ययोः द्वयोः मध्ये एकम् अपरमाश्रितिमेव तिष्ठते अवतिष्ठते इति एव लक्षणमस्ति चेत् अत्र क्लेशः न भवति। असमवायीकारणनाशेन घटनाशः यदा भवति तस्मिन् सन्दर्भे दोषः न भवति अविनश्यद् इति विशेषणं त्यजामश्चेत्, किन्तु इदानीं समवायीकारणनाशेन घटनाशः इत्युक्ते कपालनाशः क्रियते केनापि, तेन कारणेन घटः नश्यति इति स्थितिः। तर्हि कपालः घटस्य समवायीकारणम् यत् तादात्म्येन स्वस्मिन् स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणम् इति कृत्वा कपालः घटस्य समवायीकारणम् इति वयं जानीमः. तर्हि इदानीं लगुडे दण्डे क्रियां जनयित्वा यदि कपालस्य प्रहरणं कुर्मः तदा नैयायिकानां मतानुसारं किं भवति? अत्रैव वैशिष्ट्यमस्ति. प्रथमं कपालनाशः भवति, तदग्रिमक्षणे घटनाशः भवति इति किञ्चित् वैचित्र्यमस्ति. यत्सत्त्वे यत्सत्त्वं, यदभावे यदभावः, तत् तस्य कारणम् इति अन्वयव्यतिरेकाभ्यां निर्णीयते कपालः घटस्य कारणम् इति. किन्तु अत्र व्यभिचारः जायते, यदभावे कपाल अभावे घटस्य अभावः ज्येष्ठक्षणे न प्राप्त, आषाढक्षणे एव घटनाशः भवति. ज्येष्ठक्षणे कपालनाशः भवति. तत्र इतोपि एका निकषा अस्ति खलु, कार्यं कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्. तर्हि इदानीं घटनाशः इति कार्यमस्ति चेत् तस्य कारणं किं? कपालनाशः. कपालनाशः कुत्र भवेत्? कार्याधिकरणे भवेत्, पूर्वक्षणे भवेत् इति कृत्वा आषाढक्षणे यदि घटनाशः स्वीक्रियते समवायीकारणनाशेन तर्हि कपालनाशः इति कारणं भवति. कपालनाशः कदा भवति? ज्येष्ठक्षणे भवति. तर्हि इदानीं ज्येष्ठक्षणे घटः कीदृशः इति चेत् विनश्यद्घटः अस्ति घटः. तर्हि तस्मिन् सन्दर्भे विनश्यद्घटः कपाले आश्रितः अस्ति वा इति चेत् न. किमर्थम्? तस्मिन् क्षणे ज्येष्ठक्षणे कपालस्य नाशः अभवत्. तर्हि विनश्यद्घटः अपरम् आश्रित्य न अवतिष्ठते. तर्हि यदि अविनश्यद्दवस्थः इति लक्षणे न उक्तं तर्हि अत्र अव्याप्तिः भवति, लक्षणसमन्वयः न भवति, विनश्यद्घटे लक्षणसमन्वयः न भवति इति कृत्वा वैशाखक्षणे किम् अस्ति? लघुडघटसंयोगः जायते. किन्तु तदानीं यः घटः कपाले वर्तते सः घटः अविनश्यद्घटः अस्ति. तर्हि अविनश्यद्घटः इति वदामश्चेत् लक्षणसमन्वयः भवति, वैशाखक्षणपर्यन्तं घटः कपाले एव वर्तते. ज्येष्ठक्षणे यस्मिन् क्षणे कपालनाशः भवति तस्मिन् क्षणे विनश्यद्घटः किमाश्रित्य तिष्ठति इति चेत् किमपि न आश्रित्य तिष्ठति, कमपि अनाश्रित्य तिष्ठति घटः, विनश्यद्घटः. अग्रिमक्षणे आषाढक्षणे घटनाशः भवति. तर्हि अत्र 221 इति चित्रे यद् दर्शितमस्ति तद् एवम् अवगन्तव्यमस्ति. चैत्रक्षणे अविनश्यद्घटः अस्ति, वैशाखक्षणे अपि अविनश्यद्घटः एव अस्ति, ज्येष्ठक्षणे तत्र घटध्वंसः यदि यद् लिखितं तद्दोषाय कपालध्वंसः इति लेखनीयं. तत् परिष्कुर्वन्तु. कपालध्वंसः अस्तु. तर्हि तस्मिन् क्षणे घटः कीदृशी इति चेत् विनश्यद्घटः. विनश्यद्घटः अस्ति इत्युक्ते एकमेव चित्रम् अत्र द्विधा वक्तुं शक्यते, द्विधा प्रदर्शयितुं शक्यते. यदि असमवायीकारणेन घटस्य नाशः तर्हि यथा पुस्तके दत्तं तत् समीचीनम्, इत्युक्ते चैत्रक्षणे घटः अविनश्यद्घटः, वैशाखक्षणे विनश्यद्घटः, ज्येष्ठक्षणे घटध्वंसः, आषाढक्षणे अपि घटध्वंसः वर्तते. किन्तु यदि समवायीकारणनाशेन नाशेन घटनाशः इति भवति तर्हि चैत्रक्षणे अविनश्यद्घटः, वैशाखक्षणे अपि अविनश्यद्घटः एव, ज्येष्ठक्षणे कपालध्वंसः न तु घटध्वंसः। अपि च ज्येष्ठक्षणे घटः विनश्यद्घटः, आषाढक्षणे घटध्वंसः इति वस्तुतः अत्र चित्रद्वयं दातव्यमासीत्, किन्तु एकमेव चित्रं प्रतिपादितं। किमर्थमिति चेत् तत्र ग्रन्थकारस्य आशयः नास्ति इति कृत्वा एव एवम् उक्तम्। एतस्य तत्त्वं तु दिनकर्यादिग्रन्थेषु द्रष्टव्यम्, तत्र इतोपि गभीरचिन्तनं कृतम् इति तत्र अस्मान् प्रेषयति ग्रन्थकारः। अस्तु, तर्हि अविनश्यद्घटः इति किमर्थम्, अविनश्यद्वस्थः घटः इति किमर्थं विशेषणम् उक्तम् इति मेहुल् महोदय वदतु। आम् महोदय, अस्तु, अविनश्यद्घटः किमर्थम् उक्तम् इति खलु, अविनश्यद्घटः इति विशेषणम्, अविनश्यद्वस्थः इति विशेषणम् अयुतसिद्धयोः विशेषणे लक्षणे, क्षम्यताम्, अविनश्यद् अवस्थः इति किमर्थमुक्तम्? विनश्यद् अस्ति चेत् तर्हि यदा पर्यन्तं यावत् घटम् अविनश्यत् अस्ति तदा एव समवायेन कपाले तिष्ठति, यदा विनश्यत् घटध्वंसः भवति चेत् न इदानीम् अत्र किं वक्तव्यं महोदय, घटध्वंसः कथं जायते इति प्रथमं वदतु। अस्तु, घटध्वंसः कथं जायते, यदा कपाल नाशः अत्र केन कारणेन नाशः भवति इति प्रथमं, कथम् इत्युक्ते केन कारणेन इत्युक्ते घटनाशः द्विधा भवितुमर्हति खलु, द्विधा भवितुमर्हति, तदेव, यदा तु असमवायिकारणनाशेन, द्वितीयं तु समवायिकारणनाशेन। पुनः वदतु। एकं तु असमवायिकारणनाशेन, द्वितीयं तु समवायिकारणनाशेन। असमवायिकारणनाशेन इत्युक्ते केन नाशेन? समवायसम्बन्ध अत्र घटः, घटस्य नाशः, घटस्य असमवायिकारणं किम्? कपालः खलु, असमवायिकारणं किं? कपालसंयोगः। हा, तर्हि तादृशं वदतु, तर्हि घटनाशः द्विधा भवति, एकं तु असमवायिकारणनाशेन इत्युक्ते कपालद्वयसंयोगनाशेन यदा भवति चेत् तर्हि यदा भवति चेत् इति न वक्तव्यं, यदा भवति तर्हि अथवा भवति चेत् इति, यदा भवति तर्हि अविनश्यत् घट यदा इत्युक्ते यावत् घट अविनश्यत् घटः अस्ति तावत् कपालद्वयसंयोगः अपि अस्ति, परन्तु यदा कपालद्वयसंयोगनाशः भवति तदा तु विनश्यत् घटः एव भवति, अतः अविनश्यत् घटः इति अयुतसिद्धौ इत्यस्मिन् लक्षणे अतः एव उक्तं, यतोहि तत्र कपालद्वयसंयोगः अपि तावदेव अस्ति यावत् अविनश्यत् घटः अस्ति अतः एव। न न न न, अस्तु, अत्र घटस्य नाशः द्विधा भवति इति उक्तम्, समवायिकारणनाशेन कपालद्वयसंयोगनाशेन नाशः भवति इति एकः, कपालनाशेन घटनाशः इति द्वितीयः, अनयोः मध्ये एकम् अविनश्यद् इति अनुक्त्वा एकम् अपरमाश्रितमेव अवतिष्ठते इति वदामश्चेत् कुत्र अव्याप्तिः भवति, कस्मिन् सन्दर्भे अव्याप्तिः भवति? द्वयोः स्थले अविनश्यति इति न वदामः चेत् खलु, अस्तु, इत्युक्ते द्वयोः इत्युक्ते न, इदानीम् ऐतसिद्धौ इत्यस्य लक्षणं मया परिष्कृतं, ययोः द्वयोः मध्ये एकम् अपरम् आश्रितमेव अवतिष्ठते इति एव लक्षणं तत्र अविनश्यदवस्थम् इति पदं त्यक्तम् इति चेत् द्वयोः सन्दर्भयोः मध्ये उभयत्र अतिव्याप्तिः भवति वा नो चेत् एकत्रैव अतिव्याप्तिः भवति वा अव्याप्तिः क्षम्यताम् अतिव्याप्तिः इति नास्ति अव्याप्तिः घटः असमवायिकारणनाशेन इत्यस्मिन् स्थले कपालद्वयसंयोगनाश यदा भवति तदा विनश्यत् घटः तावदेव विनश्यत् घटः अस्ति तर्हि अविनश्यत् घटः इति नास्ति चेत् कपालनाश इत्यस्मिन् क्षणे न अवगच्छामि महोदय प्रश्नः एकवारं पुनः पृच्छति वा अत्र लक्षणवाक्यमस्ति दैतसिद्धौ इत्यस्य लक्षणवाक्यमस्ति ययोः द्वयोः मध्ये एकम् अविनश्यद् अवस्थम् अपरमाश्रितमेव अवतिष्ठति तौ ऐतसिद्धौ इति लक्षणवाक्यमस्ति खलु तत्र लक्षणवाक्ये यदि अविनश्यदवस्थम् इति पदं त्यजामः इदानीं तर्हि लक्षणवाक्यं किं भवति ययोः द्वयोः मध्ये एकम् अपराश्रितमेव अवतिष्ठते तै औतौ औतसिद्धौ इति एव लक्षणवाक्यमस्ति चेत् तर्हि तर्हि विनश्यत् घटः भवति चेदपि कपालनाशः तथा तदा एव कपालनाशः भवति तर्हि समवायिकारणनाशेन तत्रापि व्याप्तिः भवति असमवायिकारणनाशेन तत्रापि अव्याप्तिः भवति यतोहि कपालद्वयसंयोगनाशः भवति परन्तु विनश्यद् घटः अस्ति तत्र किन्तु इदानीम् अविनश्यद् अथवा विनश्यद् इति उभयमपि न उक्तम् विनश्यद् अविनश्यद् सामान्यमस्ति लक्षणम् एकम् अपरमाश्रितमेव अवतिष्ठते इति एव उक्तम् एकम् अपराश्रितम् अवतिष्ठति तर्हि घटः तिष्ठति कपाल हा तर्हि कपालसंयोगनाशः भवति चेत् अपि घटः तिष्ठति इति आगच्छति अथवा कपालनाशः भवति चेदपि घटः तिष्ठति इति आगच्छति यदा इति मा चिन्ति इति न चिन्तनीयं महोदय तत्रैव क्लेशः भवति भवान् अन्यस्मिन् विषये चिन्तयति ययोः द्वयोः मध्ये एकम् अपरमाश्रितमेव अवतिष्ठते तौ ऐतसिद्धौ अस्य वाक्यस्य अर्थः कः उदाहरणं स्वीकृत्य वदतु अस्तु तस्य अर्थः भवति अहं चिन्तयामि अत्र यद्यपि एकः पदार्थः अस्ति वा तस्य नाशः भवति वा न वा इति न चिन्तयामः तथापि अपरम् आश्रितम् एव तिष्ठति इति लक्षणवाक्यं भवति यदा सामान्यतया अत्र उदाहरणं स्वीकृत्य वदतु अस्य वाक्यस्य अर्थः कः इति उदाहरणं स्वीकृत्य वदतु अस्तु तर्हि कपालनाशः भवति चेदपि घटः किमर्थं कपालनाशः भवति चेत् इति किमर्थम् अत्र चेत् चिन्तनम् अत्र केवलं वाक्यमुक्तं खलु ययोः द्वयोः मध्ये एकम् अपरमाश्रितमेव अवतिष्ठते तर्हि एकम् इत्यस्मिन् स्थाने किं स्थापनीयम् कपालनाशः किमर्थं कपालनाशः एकम् इत्यत्र कपालनाशः अपि च घटः इत्यनयोः मध्ये अयुतसिद्धौ इति चिन्तयामः चेत् न इदानीं कौ ऐतसिद्धौ कौ ऐतसिद्धौ कपाल अपि च घटः इति हा किमर्थं कपालनाशः इति वदति कौ ऐतसिद्धौ घटः अपि च घटकपालौ ऐतसिद्धौ खलु हा तर्हि एकम् अपरमाश्रितमेव तिष्ठते अवतिष्ठते तत्र एकम् इत्यत्र किं स्थापयति कपालः इति स्थापनीयं कपालः अपरम् आश्रितम् एव तिष्ठति घटमाश्रितम् एव तिष्ठते इति कपालः घटमाश्रितमेव तिष्ठते वा विपरीतरीत्या कपाल घटः कपालनाशित एव तिष्ठति खलु घटः कपालम् अत्र अपरम् इत्यनेन कपालः स्वीकरणीयः घटः कपालमाश्रितमेव अवतिष्ठति इति वाक्यार्थः खलु इति वाक्यार्थः घटः कपालम् आश्रितमेव अवतिष्ठति इति तादृशस्थितिः अस्ति चेत् घटकपालौ अहितसिद्धौ तर्हि इदानीं घटः कपालमेव आश्रित्य अवतिष्ठते इति कुत्र वक्तुं शक्यते समवायिकारणनाशे वा असमवायिकारणनाशे वा समवायिकारणे तु कपालनाशः भवति चेत् विनश्यत् घटः अस्तु असमवायिकारणनाशः जायते इति चिन्तयतु इदानीम् असमवायिकपालसंयोगनाशः भवति कपालसंयोगनाशः भवति चेत् भवति खलु कपालसंयोगनाशः भवति इति चिन्तयतु तर्हि कपालसंयोगनाशेन घटनाशः भवति तर्हि घटनाशपर्यन्तं घटः कुत्र तिष्ठति कपाले एव तिष्ठति हा तर्हि एकम् अपरमाश्रितम् एव अवतिष्ठते इति लक्षणमस्ति चेत् असमवायीकारणनाशेन यदि घटनाशः भवति तदा तत्र क्लेशः नास्ति खलु घटनाशः नाशपर्यन्तं कपाले एव तिष्ठते इति कृत्वा असमवायीकारणनाशेन यदि घटनाशः भवति तदा अस्य अस्मिन् लक्षणे कोऽपि दोषः नास्ति किन्तु यदि समवायीकारणनाशेन घटनाशः कपालनाशेन घटनाशः तर्हि घटः अपरमाश्रितम् एव अवतिष्ठते इति वक्तुं शक्यते वा न न यतोहि अत्र लुगडघटसंयोगे संयोगक्षणे एव घटः नश्यते इति भवति अविनश्यत् घटः तावत् न भवान् अवगच्छति इदानीं सन्दर्भः कः कपालनाशः तर्हि कपालनाशक्षणे घटः अस्ति वा न वा नास्ति अविनश्यत् घटः अस्ति नास्ति न भवान् अवगच्छति विनश्यत् घटः अस्ति खलु तस्मिन् क्षणे अत्र मम प्रश्नस्य एव उत्तरं वदतु कृपया महोदय अन्यत् किमपि वदति चेत् क्लेशः भवति इदानीं कपालस्य नाशः जायते अस्मिन् क्षणे घटस्य नाशः अपि भवति न न अहं प्रश्नं पृच्छामि श्रुत्वा वदतु महोदय केवलम् आम् अथवा न इत्येव वक्तव्यम् अस्तु अस्मिन् क्षणे कपालनाशः भवति तर्हि अस्मिन् क्षणे घटः अस्ति वा न वा नास्ति इति नास्ति घटः अस्ति तत्रैव भवता न अवगतं यदि कपालनाशः भवति कपालनाशेन घटनाशः भवति कपालनाशक्षणे घटः अस्ति अग्रिमे क्षणे घटनाशः भवति हा किमर्थमिति चेत् घटनाशस्य कारणं किम् समवायिकारणम् इति कपालनाशः इति कारणम् अतः समवायिकारणमिति मा वदतु समवायिकारणनाशः सत्यं समवायिकारणनाशः खलु कपालनाशः पूर्वक्षणे भवेत् पूर्वक्षणे भवेत् कारणमस्ति अतः कारणं पूर्वक्षणे भवेत् तर्हि कपालनाशसमये घटः अस्ति वा न वा अस्ति अस्ति अस्ति घटः अस्ति कुत्र अस्ति घटः तु कपाले अस्ति कपालस्य नाशः जायते कपाले अस्ति इति न वक्तुं शक्यते खलु कपालनाशक्षणे घटः कुत्र अस्ति नाशे अस्ति इति वक्तव्यम् नाशे अस्ति इति मा वदतु, डोण्ट् स्पीक् सम्थिङ्ग् दट् यु डोण्ट् अण्डर्स्टाण्ड्. नाशे अस्ति इति नास्ति, स्वतन्त्रतया हा इत्युक्ते यत्र कुत्रापि नास्ति. ओ यत्र कुत्रापि नास्ति, हा नाशे अस्ति इति नास्ति, यत्र कुत्रापि नास्ति घटः, स्वतन्त्रतया वर्तते. विनश्यत् घटः स्वतन्त्रतया वर्तते. हा इदानीं समीचीनतया भवता उक्तम्. तर्हि यस्मिन् क्षणे कपालनाशः भवति तस्मिन् क्षणे घटः कीदृशः इति चेत् विनश्यत् घटः. विनश्यत् घटः स्वतन्त्रतया तिष्ठति समवायीकारणनाशक्षणे इति कृत्वा, यदि लक्षणवाक्यम् एकम् अपरमाश्रितम् एव अवतिष्ठते, तत्र एवकारं प्रयुज्य वदामः चेत् विनश्यद् घटे अव्याप्तिः भवति, लक्षण अव्याप्तिः भवति, कस्यापि आश्रितः नास्ति विनश्यद् घट तस्मिन् क्षणे. हा तर्हि विनश्यद् घटः, विनश्यद् घटः अपि च कपालः, अनयोः मध्ये ऐतसिद्धत्वं न भवति, न भवति इति कृत्वा लक्षण अव्याप्तिः भवति. तन्निवारणाय एकम् अविनश्यदवस्थः अपरमाश्रित्य, अवस्थम् अपरमाश्रित्य इति लक्षणपरिष्कारः कृतः. अवबुध्यते खलु? इति भेदः. इत्युक्ते असमवायीकारणे, असमवायीकारणनाशेन यदि घटनाशः भवति तदा घटः अपरमाश्रितं कपालमाश्रित्यम् आश्रितमेव अवतिष्ठते इति वक्तुं शक्यते. किमर्थमिति चेत् यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं कपालम् आश्रित्यमेव अस्ति, आश्रितमेव अस्ति घटः. किन्तु समवायीकारणनाशेन यदा घटनाशः भवति, कपालनाशेन घटनाशः यदा भवति, तत्र विनश्यद् घटः अपरम् आश्रित्य न तिष्ठति, स्वतन्त्रतया तिष्ठति इति कृत्वा एकम् अपरमाश्रित्यमेव अवतिष्ठते इति वदामश्चेत् अव्याप्तिः भवति. तस्मिन् सन्दर्भे इत्युक्ते विनश्यद् घटः अपि च कपालः अनयोः मध्ये ऐतसिद्धत्वं नास्ति सर्वदा इति न वक्तव्यम्. असमवायीकारणेन यदा नाशः भवति तदा विनश्यद् घटः अपि च कपालः अनयोः मध्ये ऐतसिद्धत्वं तु अस्ति एव. किन्तु समवायीकारणेन यदि नाशः भवति, घटनाशः भवति, कपालनाशेन घटनाशः यदा भवति, तत्र विनश्यद् घटः अपि च कपालः अनयोः मध्ये ऐतसिद्धत्वं नास्ति. किमर्थम् इति चेत् विनश्यद् घटः कपालम् आश्रित्य न तिष्ठति इति कृत्वा तौ ऐतसिद्धौ इति न वक्तुं शक्यते. अतः अव्याप्तिः, लक्षण अव्याप्तिः. तन्मा भूत् इति कृत्वा एकम् अविनश्यदवस्थम् अपरमाश्रितमेव अवतिष्ठते इति अविनश्यदवस्थम् इति विशेषणं योजितम्. अवबुध्यते खलु? आम् आम् अवबुध्यते. हा 355 मध्ये एतदेव दत्तमस्ति, निराश्रिते एव भवति घटः विनश्यद्वस्थः. हा 355 इत्यत्र वा? हा तत्र द्वितीयपरिच्छेदस्य अन्तिमवाक्यं. हा सत्यं सत्यं, न कुत्रापि इति ब्रूमः, निराश्रित एव भवति घटः विनश्यद् अवस्थः इति उक्तं, किन्तु तस्य कारणं किम् इति न उक्तम्. कारणं किम् इति अत्र पश्यतु, अथ एवं चिन्तने पूर्ववैशाखक्षणमारभ्य अग्रिमक्षण अग्रिमक्षैत्रक्षणपर्यन्तं यः स्थूलकालः तद्वर्तिनः अविनश्यदवस्थस्य घटस्य कपालवृत्तित्वलाभे अपि विनश्यतः स्वध्वंस उत्पत्ति अव्यवहितप्राक्षणवर्तिनः घटस्य कुत्र स्थितिः इति स्यात्, न कुत्रापि इति ब्रूमः. अत्र समीचीनतया न लिखितम्, अतः एतत् सर्वम् अस्माभिः चिन्तनीयमासीत्. तर्हि तत्र टिप्पणी स्थापयन्तु अस्मिन् परिच्छेदे. अत्र यस्य अत्र घटस्य नाशः द्विधा भवति, एकं तु असमवायीकारणनाशेन, अन्यस्तु समवायीकारणनाशेन. यत्र समवायीकारणनाशेन घटनाशः भवति तस्मिन् सन्दर्भे विनश्यद्घटः यत्र कुत्रापि न तिष्ठति, निराश्रितः एव घटः भवति, विनश्यद्घटः अस्ति. कदा? समवायीकारणनाशेन यदा घटनाशः भवति तदा. तादृशसन्दर्भे अव्याप्तिः भवति इति कृत्वा अविनश्यदवस्थः घटः इति उक्तं लक्षणम्. तदेव यद् मया प्रेषितमासीत् तत्रैव एवमेव लिखितमस्ति. तर्हि एतत् अवगम्य तत्र पठन्ति चेत् अवबोधः जायते. हा, तत्र पश्यतु, तत्र अविनश्यदवस्थम् इति विशेषणस्य प्रयोजनमाः यद् मया प्रेषितं वाट्साप् मध्ये तद् ततः पठन्नस्मि. अविनश्यदवस्थम् इत्यादिना अयमत्र आशयः, यदि एकम् इत्यस्य अविनश्यदवस्थम् इति विशेषणं न दीयते तर्हि ययोः मध्ये एकम् अपरमाश्रितमेव अवतिष्ठते, तौ ऐतसिद्धौ इति ऐतसिद्धलक्षणं स्यात्. त्यजामश्चेत् अविनश्यदवस्थम् इति पदं त्यजामश्चेत् एतदेव लक्षणं भवति. तथा सति तन्तुपटयोः अव्याप्तिः. कथं? तन्तुपटयोः मध्ये एकस्य पटस्य तन्तु आश्रिततया एव अवस्थानमिति नियम अभावात् इति तादृशनियमः नास्ति. कदा? यदा तन्तुनाशात् पटनाशः समवायीकारणनाशेन कार्यस्य नाशः यदा भवति तदा तन्तुनाशक्षणे पटस्य तन्तु अनाश्रिततया एव अवस्थानात्. तर्हि तन्तुनाशेन यदा पटनाशः भवति, समवायीकारणनाशेन कार्यस्य नाशः यदा स्वीक्रियते तस्मिन् तत्र प्रथमं तन्तुनाशः भवति, समवायीकारणस्य नाशः भवति, तदनन्तरमेव कार्यस्य नाशः भवति. सो दिस् इस् अ रियल् एक्सेप्शन्, रियल् वियर्ड् केस्. किन्तु नैयायिकानां मतानुसारम् एवमेव वक्तव्यं, कार्यं कारणं विना न भवति, न कार्यं विना न भवति इति सामान्य अवगमनं. यद् यत्सत्त्वे यत्सत्त्वं, यदभावे यदभावः, तत् तस्य कारणम् इति कार्यकारणभावनिरूपणं क्रियते. किन्तु अत्र व्यभिचारः, कारणं नास्ति किन्तु कार्यमस्ति. इन्फ्याक्ट् एतद् उदाहरणं समीचीनम् अवगम्यते चेत् वेदान्ते अस्य उपयोगः कर्तुं शक्यते. वेदान्ते प्रश्नः अस्ति, कः प्रश्नः इति चेत्, यदि कोऽपि अस्मिन्नेव जीवे जीवने ज्ञानं लभते, तस्य नाम अस्ति जीवन्मुक्तः इति, तर्हि जीवन्मुक्तस्य प्रारब्ध अनुभवः कथम् इति प्रश्नः. जीवन्मुक्तस्य प्रारब्ध अनुभवः कथम्? प्रारब्धः प्रारब्धकर्म इति कार्यं, कारणं किम्? अज्ञानं. तर्हि अज्ञानस्य नाशः इदानीं जातः, अज्ञानस्य नाशः जातः, कारणस्य नाशः अभवत्. कारणनाशेऽपि कार्यस्थितिः कथं वा स्यात् इति एव प्रश्नः. तत्र भगवत्पादैः शङ्कराचार्यैः कथम् उपपादितम् इति चेत् एवं रीत्या न उपपादितम्. यथा मुक्तयिषुः इत्युक्ते एन् एरो विच् इस् लेफ्ट् दि बो. मुक्तयिषुः लक्ष्यं प्राप्यते, तथापि तस्य वेगः न, वेगस्य साम्यं न अभवत् इति कृत्वा यावत् तस्मिन् वेगः वर्तते तावत्पर्यन्तं गत्वा एव तस्य तस्मिन् विद्यमानक्रिया नाशः भवति इति यथा. सो ऐ एम् शूटिङ्ग् एन् एरो, दर् इस् अ बलून् इन् फ्रण्ट्, let's say there is a gas balloon which is flying in the air, and I am taking an arrow and shooting. The purpose of the arrow is to only deflate the balloon. Now when I shoot the arrow, not only it pierces and deflates the balloon, but the arrow continues to travel further. Asya prayojanam kim? Kimartam ishuhu tavat paryantam gantavyam prayojanabhava tatraiva bhavatu iti na uchyate kalu. So the arrow goes beyond, and it carry continues as far as the momentum is there in the arrow, and then it falls somewhere. Like that, even though the purpose of prarabdha karma has been achieved, kimartam prarabdham tasya phalam dadati iti chet mokshartham eva. Yavat paryantam moksham na labhyate tavat paryantam karma tasya phalam dadati eva iti upapatti dvara upapadanam kritam. He has taken an example and he has done. Kintu tarkaritya karanam vinapi karyam tishtati iti nirupaniyam. Tadrisha sandarbhaha kutra asti iti chet etad nayayikahi angikritam. See, why I keep saying all people who study Vedanta needs to study Nyaya is because atra yadi nayayikahi kimapi angikritam asti tat tarkapurvakam asti. They have thought through it very well. And if Nayayikas agree to something, then it is generally accepted by everybody. That Tarka is accepted by everybody because there is no more thinking that is possible. Iti samanya chintanam. Sarva sammatamasti. Ataha eva paniniyam kanadam cha sarva shastropakarakam. Iti vachanam. You have to know vyakarana, you have to know nyaya. Then you can study any shastra, not just prachina shastra, adhinika shastra api paditam shakyate. And I'm looking more and more, you know, I sent you this this video, not the one that I sent yesterday, but this Action Lab, he comes up with quite a few of these kinds of this thing. Yesterday I saw one video where he says cold light. It is like hot ice cream. Sounds like an oxymoron. Yatra yatra prakashaha vartate tatra aushnyam, yatra yatra agnihi vartate tatra sarvatra prakashaha aushnyam ubhayamapi militva vartate itiyeva asmakam avagamanam asti. Kintu, when you rub two crystals, the light that emerges from there, from that friction, does not have heat, does not generate heat. It generates only light. Iti tadrisha sthiti hi asti. So it is better to know all these exceptions in order to prove something. But the reason why tarka is more important than drishtanta, because if you give one anvaya drishtanta, somebody can give one vitireka drishtanta. Ikta mushu, ikta mukta ishuhu iti udaharanam diyate che tatra ghatakapalaha iti udaharanam datam shakyate vitireka udaharanam. कपालः नास्ति चेत् घटः न तिष्ठत्येव इति व्यतिरेक उदाहरणं. तर्हि उदाहरणद्वयमस्ति. उदाहरणद्वयोः मध्ये किं श्रेष्ठम् इति निर्णेतव्यम्. सो वाट् वेदान्ता डस् इस् दे डू विषमदृष्टान्तः. यु आर् नाट् गिविङ्ग्, यु आर् नाट् कम्पेरिङ्ग् आपल्स् टु आपल्स् इति तादृशं किमपि ते उच्यन्ते. बट् इट् इस् नाट् अल्टिमेट्. अतः विवादः विवादास्पदः एव भवति. तत् आल्वेस् देर् इस् सम् डिस्कशन् दट् इस् गोयिङ्ग् आन्. बट् इफ् यु यूस् तर्क, सो दीस् कैण्ड्स् आफ् प्लेसस् यु शुड् रिमेम्बर् वेरि वेल्. मनसि संस्थापयामश्चेत् कारणं विनापि कार्यं तिष्ठति. ओ, एकमेव क्षणं तिष्ठति, अनेन किम्? एकक्षणं तिष्ठति चेत् पर्याप्तम्. यथा नैयायिकाः वदन्ति, यस्मिन् क्षणे घटः जायते तस्मिन् क्षणे एकक्षणं निर्गुणं निष्क्रियं तिष्ठति. एकमेव क्षणं तिष्ठति इति ते वदन्ति, भवतु, किन्तु एकक्षणं तिष्ठति इति तैः अङ्गीकर्तुं शक्यते चेत् निर्गुणब्रह्म सर्वैः अङ्गीकर्तव्यम् एव बिकास् यु केनाट् हाव् एन् आब्जेक्ट् वितौट् एनी अट्रिब्यूट्स् निर्गुणब्रह्म इत्युक्ते किं दाट् ब्रह्म वितौट् एनी अट्रिब्यूट्स् हौ केन् एन् एन् आब्जेक्ट् बी देर् वितौट् एनी अट्रिब्यूट् देर् हेस् टु बि सम् अट्रिब्यूट् एकत्वम् इति अट्रिब्यूट् तस्मिन् भवेत् गुणः भवेत् सङ्ख्यादिगुणः भवेत् तस्य परिमाणं महत् परममहत्परिमाणम् इति कश्चन परिमाणं भवेत्। नित्यद्रव्येषु अपि एतादृशगुणाः वक्तुं शक्यते एव, तर्हि निर्गुणं कथं वा एकं भवितुम् अर्हति इति आक्षेपः, प्रथमतः आक्षेपः। देन् वि बेसिकलि शो द मिरर् टु देम्सेल्स्, हे भवता अङ्गीकृतं खलु, एकमेव क्षणं मया अङ्गीकृतं, भवतु एकक्षणम् अङ्गीकृतं खलु, तर्हि निर्गुणं ब्रह्म भवितुमर्हति। एवमेव कार्यं कारणं विनापि कार्यक्षणं तिष्ठति इति भवता अङ्गीकृतं खलु, एवम् अज्ञाननाशे अपि कारणनाशे अपि प्रारब्धकर्म प्रचलति एव, इक्तमुषुवत् इति उदाहरणम्। सो आल् दीस् एक्सेप्शन्स् दट् कम्स् अप् इन् इन् न्याय आर् एक्स्ट्रीम्लि यूस्फुल्, एक्स्ट्रीम्लि यूस्फुल्। वेन् यु रीड् वेदान्त दीस् कम् इन् एक्स्ट्रीम्लि हेण्डि, अण्ड् मेनी पीपल् हू आक्चुलि डू प्रतिपादनं आफ् वेदान्त बट् हू डू नाट् हेव् न्याय बेक्ग्रौण्ड् will not be able to say this. They will only give an example like this. They will say, but somebody gives another example, that is gone. So tatra vishwasah na bhavati. Idanim api atra prashnah bhavitam arhati. Katham va karanam vina karyam tishtet. Kintu atra anyat kivapi na vaktam shakyate. Ataha tishtet iti avagantavyam, tishtati iti angikartavyam eva. There is no other choice. That is why ultimately what happens is, because whenever you start discussing two duality, you will end up with some kind of logical difficulty somewhere. So like this, when we have read Nyaya, I have noted down several places where Nyaya cannot go beyond Paramanuhu iti कश्चन पदार्थः अङ्गीकर्तव्यः एव, यस्य कारणं नास्ति। परमाणोः परिमाणं किम्? परमाणुपरिमाणम्। परमाणोः अवयवः अस्ति वा? नास्ति। किन्तु निरवयवपरमाणोः मध्ये संयोगः जायते, तत् कथम्? हौ केन् संयोग हेपन् बिट्वीन्? मीनिङ्ग् ईस् परमाणु one dimension or two dimensions? An object, generally our understanding, that is why I sent you that video yesterday, fourth dimension, Mobius strip, all these things are very very good to think, Mobius strip and all that. Mobius strip is a two dimensional object which has only one dimension. That other beaker, I forget the name of that bottle which I sent yesterday, that is actually a four dimension object with only three dimensions. Clean yeah, it's actually huh? Klein bottle, K-L-E-I-N. Klein bottle. Klein bottle is actually a four dimension object with only three dimensions. So it's all very funny. We think it is not possible. So this Paramanu, is it unidimensional or two-dimensional or three-dimensional? Even if you take a thin paper and if you take another thin paper on top and cause sanyoga between the two, it is only the top side of one paper and the bottom side of another paper that gets sanyoga. The bottom side of the first paper, the paper beneath, and the top side of the paper on the top do not have sanyoga. सो द नियमः अस्ति अवयवमतोः मध्ये एव संयोगः भवितुमर्हति द्रव्ययोः मध्ये संयोगः तु भवति, बट् तत्र यदि एकं द्रव्यं निरवयवमस्ति तस्य संयोगः न सम्भवत्येव, बट् देशे इट् इट् इट् हेपन्स्. दट् इस् वै जणुकस्यापि परिमाणम् अत्र परमाणुपरिमाणमेव ते स्वीकुर्वन्ति. तदनन्तरं यदा त्रेणुकं जायते तदा तस्मिन् उद्भूतपरिमाणं भवति. सो देर् आर् सर्टन् प्लेसस् वेर् यु केनाट् रिसाल्व् दीस् आर् ऐ डोण्ट् नो वाट् द सैण्टिफिक् टर्म् इस् दीस् आर् पेराडाक्सस् दट् एक्सिस्ट् unexplainable paradoxes, and you will you cannot resolve these paradoxes as long as you think of two. You cannot resolve these paradoxes, and you cannot have a situation where unexplainable things are there and inexplicable things can happen. If you decide like that, then you have no hope in life, because anything can happen anywhere at any time. So how do you even plan to live tomorrow or this moment? You cannot. So when you start discussing these kinds of things, it becomes extremely helpful in Advaita Jnana Dardhyam. Therefore, this needs to be. So this is one such occasion. Manasi samsthapayantu karanam vina कार्यस्थितिः भवति वा इति चेत् आम् भवति. समवायीकारणनाशे विनश्यद्घटः कारणं विना स्वतन्त्रतया अवतिष्ठते. यु गिव् दिस् आर्ग्युमेण्ट्, नोबडि विल् आर्ग्यू विथ् यु. ब्रिलियण्ट्. अस्तु, तर्हि सर्वं चिन्तितं, तद् अग्रे पठितं खलु अस्माभिः. एतेन यन्निष्टकालनिरूपितवृत्ति वृत्तित्वसामान्यसामान्यम् इत्यादि न्यायबोधिनीग्रन्थः अन्यथा व्याख्येयः. आल् दिस् वि रेड् प्रकृतमनुसरामः. अविनश्यद् इत्यस्य विनश्यद् यत् तद्भिन्नमिति अर्थकरणात् नित्यायाः जातेः विशेषस्यापि ग्रहणं सुशकम्. यस्य विनाशः भवति सः एव विनाशक्षणपूर्वं विनश्यन् अस्ति, तस्मात् पूर्वं यावत् अविनश्यद् अस्ति इति न. तत्र अविनश्यद् इत्यत्र भेदार्थे अर्थं स्वीकृत्य यद् न विनश्यति तद् अनविश्यत् इत्युक्ते नित्यः. तर्हि नित्यजातेः अपि उल्लेखः अत्र भवति इति कृत्वा जातिव्यक्तयोः मध्ये ऐतसिद्धत्वं निरूपयितुं शक्यते. एवमेव विशेषनित्यद्रव्ययोः मध्ये अपि अत्र ऐतसिद्धत्वं वक्तुं शक्यते इति कृत्वा सर्वम् इदानीं समञ्जसम् इति समवायनिरूपणं समापितम्. अस्तु, अग्रे इदानीम् अभावनिरूपणमस्ति. प्रश्नाः सन्ति किम् महोदय? यत्र अनियतम् अस्ति, एक्सेप्शन्स् अस्ति, तत् कथं समन्वयं करणीयम् इत्युक्ते कोल्ड् लैट् न, अत्र समन्वयः न कर्तुं शक्यते. अत्र लक्षणदोषः अस्ति वस्तुतः. लक्षणदोष इति एव वा? आम्, निरूपयति खलु. इफ् यु से दर् इस् कोल्ड् लैट् बिकास् वाट् डिड् वि डिस्क्रैब् fire as that which has got light and heat, properties of light and heat. Okay. Iti tarhi etra shita prakashah ityatra avyaptih bhavati lakshanasya. Shita prakashah api prakashah kintu tatra aushnyam nasti. So lakshana parishkarah kartavya. सूक्ष्म. अपि च अस्मिन्नेव विषये अत्र रमेशमहोदयेन अन्यदपि उक्तं, स्वचिन्तनम् उत्तमचिन्तनं तेन कृतं. यदा अत्र पश्यतु, घटरूपनाशः, घटे रूपमस्ति खलु, तस्य नाशः कदा भवति इति चेत् घटनाशानन्तरमेव. घटरूपनाशः भवति इति वक्तव्यम्। किमर्थम् इति चेत् घटनाशः एव कारणं, घटः इति समवायिकारणमस्ति घटरूपस्य, तादात्म्येन स्थित्वा घटः समवायेन घटरूपं जनयति इत्यतः घटः रूपस्य समवायिकारणं। तर्हि प्रथमं यथा कपालस्य नाशः भवेत् तदनन्तरं घटस्य नाशः अङ्गीक्रियते समवायिकारणनाशे, तद्वत् अत्रापि घटनाशः प्रथमम् अङ्गीकर्तव्यः तदनन्तरमेव रूपनाशः। इत्युक्ते विनश्यद्रूपम् एकक्षणं निराश्रयं तिष्ठति, यथा उत्पत्तिक्षणे घटः उत्पत्तिक्षणे घटः निर्गुणं निष्क्रियं तिष्ठति, तद्वत् रूपः रूपम् एकक्षणं कस्मिन् क्षणे विनश्यद्रूपं तस्मिन् क्षणे निराश्रयं तिष्ठति, एतद् निर्गुणं तिष्ठति, आश्रयः निर्गुणं तिष्ठति, गुणः निराश्रयं तिष्ठति इति वक्तव्यम्। सो यदा कपालनाशः भवति तस्मात् अग्रिमक्षणे घटनाशः, तस्मात् अग्रिमक्षणे घटरूपनाशः इति कृत्वा अविनश्यद्रूपमपि अनाश्रितं तिष्ठति। वस्तुतः कपालः नास्ति तत्र, किन्तु घटः अस्ति इति कृत्वा अविनश्यद्रूपं निराश्रयं तिष्ठति इति न वक्तव्यं, तद्दोषाय, मया दोषेण उक्तं, किन्तु कपालः नास्ति। बट् इफ् यु थिङ्क् अबौट् इट् यु काण्ट् काम्प्रहेण्ड् दिस् एस् टु हौ द कार्यम् इस् देर् वितौट् दि कारण, अण्ड् नाट् ओन्ली वन् क्षण बट् टु क्षणस्, कपालः अपि कारणमस्ति खलु, समवायीकारण असमवायीकारणमस्ति कपालः रूपं प्रति, तत्र कपाले विद्यमानरूपमेव स्वकारणे समवायेन स्थित्वा परम्परया स्वसमवेतसमवायसम्बन्धेन घटे कार्यं जनयति इति कृत्वा कपालः अपि अत्र कपालरूपं द्वितीयविध असमवायीकारणम्। अस्तु, अस्मिन् विषये किञ्चित् चिन्तनं कुर्मः। घटः समवायीकारणं, कपालरूपम् असमवायीकारणं, तत्र कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति वक्तुं शक्यते, अथवा कारणतावच्छेदकसम्बन्धः स्वसमवायी समवेतत्वसम्बन्धेन घटे वर्तते कपालरूपं, तदनन्तरं समवायेन कार्यं जनयति इति कृत्वापि असमवायिकारणं। तर्हि इदानीं घटः कीदृशकारणं, क्षम्यतां कपालः कीदृशकारणं, पुनः वदामि, घटः घटरूपस्य रूपं प्रति समवायीकारणं, कपालरूपं घटरूपं प्रति असमवायीकारणं, तत्र असमवायीकारणत्वम् उभयता निरूपयितुं शक्यते, द्विधा निरूपयितुं शक्यते। भवतु, इदानीं कपालः कीदृशकारणं घटरूपं प्रति इति चेत्, घटरूपं कपाले केन सम्बन्धेन वर्तते, स्वसमवायीकारणसम्बन्धेन वर्तते, स्वसमवायी घटः तस्य समवायी कपालः, तर्हि स्वसमवायीसमवायीकारणेन वर्तते इति कृत्वा घटः, तर्हि इदानीं कपालस्य कारणत्वं वक्तव्यं चेत् कपालः स्वस्मिन् तादात्म्येन स्थित्वा स्वसमवायीसमवायीकारणे सम्बन्धेन घटे रूपं जनयति इति वक्तव्यम्। तर्हि इदानीं कपालः कीदृशकारणं, तादात्म्येन स्थित्वा समवायेन कार्यं न जनयति, किन्तु समवायीसमवायीसम्बन्धेन जनयति, समवायसमवायसम्बन्धेन परम्परासम्बन्धेन जनयति। तर्हि अत्र कपालः निमित्तकारणमित्येव वक्तव्यम्, इत्युक्ते तादात्म्येन स्थित्वा समवायेन कार्यं जनयति चेत् समवायीकारणं, समवायेन स्थित्वा समवायेन कार्यं जनयति चेत् असमवायीकारणम्। न, अत्र असमवायीकारणम् इति वक्तुं शक्यते इति भाति, किमर्थमिति चेत् इदानीं कपालरूपं कपाले समवायेन स्थित्वा तत्र क्लेशः नास्ति, तदनन्तरं समवायसमवाय समवेत समवेतसमवायसम्बन्धेन न समवायसमवायसम्बन्धेन कारितावच्छेदकसम्बन्धः समवायसमवायसम्बन्धः समवायसमवायसम्बन्धेन कार्यं जनयति इति कृत्वा असमवायीकारणं भवति उभयत्र समवायीसमवायी इति कृत्वा तर्हि तादात्म्यसम्बन्धेन कपालः स्थित्वा कपालं स्थित्वा समवायसमवायसम्बन्धेन यदि घटरूपं जनयति तर्हि समवायीकारणम् इत्येव भवति तर्हि घटरूपस्य समवायीकारणं किं घटः अपि च कपालः अहं केवलम् उच्चैः चिन्तयन् अस्मि अत्र मम सिञ्चनं समीचीनं वा इति प्रौढैः निश्चयः करणीयः अस्तु यदि समवायीकारणमिति वदेम तर्हि घटरूपं क्षणद्वयं तिष्ठति समवायीकारणाश अनन्तरं क्षणद्वयं तिष्ठति तर्हि पूर्वं यद् नैयायिकैः उक्तम् एकमेव क्षणं तिष्ठति इति अपि नास्ति क्षणद्वयं तिष्ठति इतोपि किञ्चित् चिन्तयेमश्चेत् तत्र सङ्ख्या इत्यादिकं चिन्तयामश्चेत् तत्र अपेक्षाबुद्धिः इति एतत् सर्वं भवति अस्तु भवतु अग्रे गच्छेम तर्हि इदानीं सप्तमपदार्थः अभावः इत्यस्य विषये चिन्तनम् अत्र रत्नावली वृत्तिरत्नावली इति ग्रन्थम् अहम् अनुवादं कुर्वन्नस्मि मम चिन्तनम् आसीत् तत् पठित्वा यदा विचारसागरग्रन्थः समापयामः तदनन्तरं वृत्तिरत्नावलिं पठेमश्चेत् लघुग्रन्थः अस्ति किन्तु इतोपि तत्र न्यायमते एव तेषां चिन्तनम् इतोपि उपरि कृतम् अस्ति तद्वदामि अभावचिन्तनं यदा क्रियते अद्यैव तस्य अनुवादः मया कृतः इति कृत्वा यदि न्यायं पठित्वा साक्षात् तदनन्तरं वृत्तिरत्नावलिं पठेमश्चेत् तत्र तुलना कर्तुं शक्यते अपि च वेदान्तस्य समीचीनबोधः जायते पश्येम ईश्वरानुग्रहेण कर्तुं शक्यते चेत् कुर्मः अस्तु सत्यभामा भगिनी अभावविभागः इति पठति वा आं महोदय अभावविभागः अनादिः सान्दः प्रागभावः उत्पत्तेः पूर्वं कार्यस्य सादिरनन्दः प्राग् प्रध्वंसः उत्पत्ति अनन्तरं कार्यस्य त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकः अत्यन्ताभावः यदा भूतले घटौ नास्ति इति तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकः अन्योन्याभावः यथा घटः पटः पटो नास्ति इति पटो न भवति इति प्रथमं प्रागभावस्य लक्षणम् उक्तमस्ति अनादिः सा अन्धः इत्युक्ते उत्पत्तेः पूर्वं कार्यं न भवति इति अर्थः अनादिः सा अन्धः तस्य आदि कदा तस्य उत्पत्ति कदा इति न वक्तुं शक्यते इति अनादिः इति खलु न उत्पद्यते इति एकनिमिषं किं वदति इति न जाने प्रथमवाक्यं किम् अनादिः सान्तः प्रागभावः इत्यस्य अर्थः कः आदिः नास्ति अन्धः अस्ति इति कस्य प्रागभावस्य उत्तमं प्रागभावस्य आदिः नास्ति किन्तु अन्तः अस्ति अस्तु इदानीम् अग्रिमवाक्यम् उत्पत्तेः पूर्वं कार्यस्य इति वाक्यस्य अर्थः कः प्रागभावः नाम्ना किम् इति इतोपि किञ्चित् वदतु सः कीदृशपदार्थः इत्युक्ते यस्य उत्पत्तिः जायमानम् अस्ति तस्मिन् क्षणे तद् नास्ति इति अर्थः. यदा घटस्य उत्पत्तिः इदानीम् अग्रिमक्षणे जायमानमस्ति अस्मिन् क्षणे घटः नास्ति इति अर्थः. तस्य प्रागभावः अस्ति दो भविष्यति इति वदामः चेत् तस्मात् तस्मिन् क्षणे तद् नास्ति इति कार्य. तर्हि वाक्यं कथम् अवगन्तव्यम् इति चेत् कार्यस्य उत्पत्तेः पूर्वं कार्यप्रागभावः अस्ति इति अवगन्तव्यं. कार्यस्य उत्पत्तेः पूर्वं कार्यस्य प्रागभावः अस्ति इति आशयः. कार्यस्य इत्यत्र प्रागभावः इति अवगन्तव्यं न इति एव भवत्याः अवगमनं. तद्दोषाय तदेव इत्युक्ते घटस्य कार्यमित्युक्ते घटः. आम् घटस्य उत्पत्तेः पूर्वं किमस्ति? घट अभावः अस्ति. घटप्रागभावः घट अभावः इति भवति. घटप्रागभावः अस्ति. इत्युक्ते द्वितीयं वाक्यं प्रागभावस्य अनादित्वेन वदति. तस्मिन् विषये नास्ति, केवलमत्र अनादिः शान्तः प्रागभावः इति लक्षणं कृतं. प्रागभावस्य स्वरूपं किं? यस्य आदिः नास्ति किन्तु यस्य अन्तः वर्तते तदेव प्रागभावः इति उक्तम्. तदनन्तरं सा कीदृशी? प्रागभावः इत्युक्ते किम् इति चेत् कार्यस्य उत्पत्तेः पूर्वं प्रागभावः कार्यस्य प्रागभावः वर्तते इति अस्ति. अस्तु अग्रे. सा आदिः अनन्ताः इति वक्तव्यं वा? सा आदिः अनन्ताः इति वक्तव्यं वा? अनन्ता आदिर अनन्तः अनन्ताः इत्युक्ते यस्य आदिः अस्ति परन्तु अन्धः नास्ति. उत्तमम् इति प्रध्वंसः. इदानीम् अस्य लक्षणम् इति उत्पत्ति अनन्तरं प्रागभावः उत्पत्ति अनन्तरं कार्यस्य इत्युक्ते यदा कार्यम् उत्पद्यते इदानीं घटः अस्ति तस्य नाशः यदा भवति तत् घटनाशः इति कार्यस्य आदिः अस्ति परन्तु घटनाशस्य अन्धः इति न वक्तुं शक्यते इति कदा इति न सर्वदा वर्तते इति घटध्वंस घटाभावः इति किमपि वदति भगिनि अत्र स्पष्टतया उत्पत्ति अनन्तरं कार्यस्य अत्र कार्यम् इति शब्दस्य अर्थः कः? इदानीं कार्यमिति घटाभावः प्रध्वंस अस्तु. यदि घटप्रध्वंस अभावः तर्हि वाक्यस्य वाक्यं कथं भवति? उत्पत्ति अनन्तरं घटप्रध्वंस अभावस्य इति वाक्यम् अवबुध्यते वा? कार्यमिति प्रध्वंसः इति एव न जाने इति मा वदतु तत्र अवगच्छति किन्तु कथं वक्तव्यम् इति भवती न अवगच्छति. अत्र चिन्तने क्लेशः अस्ति. चिन्तनरीतिः कथं सर्वम् अवबुद्धुं शक्यते? उत्पत्ति अनन्तरं कार्यस्य इत्युक्ते यदा घटः उत्पद्यते तदनन्तरम् इति तदनन्तरं किम् एव प्राग्ध्वंसः भवति इति. कस्य? घटस्य. वाक्यं कथम् अवगन्तव्यम्? उत्पत्ति अनन्तरं कार्यस्य इति वाक्यं स्वशब्दैः प्रतिपादयतु. उदाहरणं स्वीकृत्य प्रतिपादयतु. उत्पत्ति अनन्तरं घटस्य इत्युक्ते यदा इदानीं कार्यमस्ति घटः, घटस्य उत्पत्तिः अस्ति इदानीं, घटः घटस्य उत्पत्तिः जायते इति न जातं, घटः अस्ति इदानीम्, अतः तस्य ध्वंसः भवति इति अर्थः, कार्यस्य उत्पत्ति अनन्तरमेव अस्य ध्वंसः भवति इति. अत्र तर्हि कार्य इत्यनेन किम् अवगन्तव्यम्? ध्वंसः इति अवगन्तव्यम्. पूर्वमपि मेरु उत्पत्तेः पूर्वं कार्यस्य इत्युक्ते कार्यस्य इत्यनेन घटः इति स्वीकर्तव्यं खलु, घटमेव कार्यम्. घटस्य उत्पत्तेः पूर्वं घटप्रागभावः अस्ति, घटस्य उत्पत्तेः अनन्तरं घटप्रध्वंसः जायते इति कृत्वा, उत्पत्तेः अनन्तरं जायते इति कृत्वा प्रध्वंसः सादिः अस्ति किन्तु अनन्तः अस्ति. उत्पत्तेः पूर्वं घटस्य उत्पत्तेः पूर्वं प्रागभावः वर्तते इति कृत्वा प्रागभावः अनादिः किन्तु शान्तः इति आशयः अस्ति. अवबुध्यते वा? उत्पत्तेः पूर्वं तत् अवगतवती, उत्पत्तेः अवगतवती, पुनः वदतु. उत्पत्तेः पूर्वं कार्यस्य, अत्र कार्यशब्देन किं स्वीकर्तव्यम्? अत्र घटप्रागभावः इति नास्ति. कार्यम् इति पदेन किम् अवगन्तव्यं? घटप्रागभावः इति कार्यं वा? घटः एव. तर्हि घटप्रागभावः इति वदति. अत्र मया किं चिन्तितम्, अत्र प्रागभावस्य विषये उक्तमस्ति इति कृत्वा तदेव आरम्भतः वदन्नस्मि. द्वितीयवाक्ये प्रागभावस्य विषयेण उक्तम्, अत्र निरूपणं क्रियते. अत्र प्रथमवाक्ये किं लिखितमस्ति? अनादिः शान्तः प्रागभावः इति प्रथमवाक्यमस्ति खलु. तर्हि इदानीं प्रश्नः उदेति, किमर्थं प्रागभावः अनादिः इति? तस्य उत्तरमस्ति, कार्यस्य घटस्य घटस्य उत्पत्तेः पूर्वं प्रागभावः वर्तते, उत्पत्ति अनन्तरं प्रागभावः नश्यति इति कृत्वा प्रागभावः अनादिः शान्तः. एवं सादिः अनन्तः प्रध्वंसः इति वाक्यं लक्षणं. कथं प्रध्वंसः सादिः, कथं प्रध्वंसः अनन्तः इति प्रश्ने सति घटस्य कार्यस्य उत्पत्ति अनन्तरं प्रध्वंसः जायते, तस्य प्रध्वंसः जायते इति कृत्वा प्रध्वंसः सादिः किन्तु प्रध्वंसस्य अन्तः नास्ति इति कृत्वा प्रध्वंसः अनन्तः. उभयत्र कार्यशब्देन घटः एव स्वीकरणीयः. अवबुध्यते वा? अवबुध्यते, इदानीं प्रयत्नं करोमि. वदतु. उत्पत्तेः पूर्वं कार्यस्य इत्यत्र घटस्य उत्पत्तेः पूर्वं प्रागभावः अस्ति इति आशयः, घटप्रागभावः अस्ति इति आशयः इति कृत्वा सः अनादिः. सत्यं, किन्तु शान्तः अस्य अस्य नाशः अन्धः अस्ति इति कृत्वा सा अन्धः इति. घटस्य उत्पत्ति अनन्तरं प्रागभावः घटप्रागभावः नश्यति इति कृत्वा घटप्रागभावः शान्तः. एवं द्वितीयं वाक्यं. द्वितीयं वाक्यम् उत्पत्ति अनन्तरं कार्यस्य इत्यत्र कार्य सादिः अनन्तः प्रध्वंसः इति वाक्यं. तर्हि प्रश्नः उदेति, किमर्थं प्रध्वंसः सादिः अनन्तश्च? तस्य उत्तरम् अत्र कार्यस्य इत्यनेन घटः एव, तत्र घटस्य उत्पत्ति अनन्तरं घटः अस्ति परन्तु तस्य नाशः भवति इति कृत्वा प्रध्वंसः अस्ति, घटध्वंसः अस्ति. समीचीनतया वदतु भगिनि. Your sentence construct confuses people. घटस्य नाशः भवति, यदा घटस्य नाशः भवति तदा तत् सा अन्धः. इदानीं घटध्वंसः जायते ततः अन्तः वा सान्तः इति अस्ति खलु प्रध्वंसः न सा आदिः वाक्यं वदतु यदा घटध्वंसः जायते ततः अदि इति कृत्वा सः सा आदिः इति नास्ति इति न वक्तव्यम् यदा प्रध्वंसः जायते इति कथं वक्तुं शक्यते प्रध्वंसः भवति घटनाशः भवति इति नास्ति भगिनि अत्र किं निरूपणीयं मम प्रश्नः अस्ति प्रध्वंसः सादिः इति भवत्या उक्तम् इदानीं कथम् इति प्रश्नः तस्य उत्तरं किम् ध्वंसः इति पदार्थः पदार्थस्य आदिः अस्ति परन्तु अन्धः नास्ति इति तदेव किन्तु तदेव तस्मिन् विषये एव अहं प्रश्नः क्रियते खलु प्रश्नं श्रुत्वा समीचीनतया प्रश्नं श्रुत्वा उत्तरं वदतु इत्युक्ते इदानीं एकनिमिषं प्रध्वंसः सादिः किमर्थम् इति प्रश्नः तस्य उत्पत्तिः वक्तुं शक्यते इति कृत्वा सादिः कदा इति वक्तुं शक्यते इति नास्ति तस्य उत्पत्तिः कदा इति कृत्वा सः सादिः इति नास्ति घटस्य अत्र किं लिखितमस्ति उत्पत्ति अनन्तरं कार्यस्य इति वाक्यमस्ति खलु तदनुसृत्य वदतु अत्र कार्यस्य कार्यपदस्य कार्य इति पदस्य स्थाने किं वक्तव्यं घटस्य उत्पत्ति अनन्तरं घटस्य उत्पत्ति अनन्तरं किम् घटनाशः अथवा प्रध्वंसः इति उक्तं घटध्वंसः वदतु सम्पूर्णवाक्यं वदतु मनसि कृपया चिन्तयतु घटध्वंसः घटनाशः यदा जायते अरे घटं नश्यति वाक्यं भगिनी घटस्य उत्पत्ति अनन्तरम् इति वाक्यं तावत् प्राप्तम् इदानीं वाक्यं पूरयतु यदा घटः ध्वंसः जायते इति पुनः न आरब्धं करोतु घटस्य उत्पत्ति अनन्तरं किम् घटः अस्ति तस्य नाशः एव भवति घटः अस्ति इति वदति घटः अस्ति इति अस्मिन् विषये मा चिन्तयतु नश्यति इति घटः नश्यति इति अपि न वक्तव्यं कस्मिन् विषये चिन्तनं ध्वंसः इत्यस्मिन् विषये तर्हि ध्वंसः इति पदं प्रयोक्तव्यं घटस्य उत्पत्ति अनन्तरं किम् घटध्वंसः हा घटध्वंसः किम् घटध्वंसः भवति इति हा इति वदतु घटध्वंसः भवति हा घटस्य उत्पत्ति अनन्तरमेव घटध्वंसति घटध्वंसः भवितुम् अर्हति इति कृत्वा घटध्वंसः सादिः इति वाक्यं यदा घटध्वंसः जायते तदा किम् तदा किमपि नास्ति घटस्य उत्पत्ति अनन्तरम् एव घटध्वंसः भवितुम् अर्हति इति कृत्वा घटध्वंसः सादिः अपि च यदा घटध्वंसः भवति जायते तदनन्तरं तस्य नाशः न भवति इति कृत्वा घटभ्रध्वंसः अनन्तः इति वाक्यम् तावदेव वक्तव्यं पुनः वदामि सादिः अनन्तः प्रध्वंसः इदानीं प्रश्नः अस्ति प्रध्वंसः कथं वा सादिः तस्य उत्तरं घटस्य उत्पत्ति अनन्तरमेव घटध्वंसः भवितुम् अर्हति इति कृत्वा घटध्वंसः सादिः प्रथमं घटः जायेत तदनन्तरमेव घटध्वंसः भवितुमर्हति खलु इति कृत्वा घटध्वंसः सर्वदा साधिः एव भवति इति निगमनम् अवबुध्यते खलु अस्तु अत्र बुद्धम् इति न पर्याप्तं भवती पाठयति खलु तर्हि तादृशं वक्तव्यं येन श्रोतरि स्पष्टता जायेत अत्र हेतुः अस्ति उत्पत्ति अनन्तरं कार्यस्य इति कृत्वा प्रध्वंसः साधिः घटस्य उत्पन्तरम उत्पत्ति अनन्तरमेव घटध्वंसः भवितुमर्हति इत्यतः प्रध्वंसः साधिः अनन्तश्च तस्य नाशः यदा कदापि न भवति अस्तु अग्रे त्रैकालिकसंसर्गिकावच्छिन्नप्रतियोगिता कः अत्यन्ताभावः इति त्रै लक्षणम् उक्तमस्ति अत्यन्ताभावस्य त्रैकालिकसंसर्गिकावच्छिन्ना सम्बन्धः अर्थः अस्ति इति चिन्तयामि संसर्गः इति सम्बन्धः सत्यं त्रैकालिक नित्यम् इति एव त्रैकालिक इत्यनेन विवक्षितं प्रतियोगिता कः अत्यन्ताभावः अत्यन्ताभावस्य लक्षणमस्ति भूतले घटो नास्ति इति भूतले घटो नास्ति इति अभावः नित्यमस्ति अतः तत् भूतले घटः नास्ति इति नित्यमस्ति वा यदि अहं भूतले घटं स्थापयामि तर्हि किन्तु लक्षणे त्रैकालिक इति उक्तमस्ति न अत्र लक्षणे यदा कदापि वदतु भवती अवगच्छति वा नो चेत् अनवगम्य एवमेव वदति वा प्रश्नः उदेत् खलु मनसि प्रश्नः अहं चिन्तितवती किन्तु अत्र तादृश लिखति प्रश्नः करणीयः यथा भवती पठति यथा भूतले घटः नास्ति इत्यत्र कथं वा भूतले घटः नास्ति इति वक्तुं शक्यते अपि च त्रैकालिक इति कथं वा यदि अस्मिन् काले इदानीमेव घटं भूतले स्थापयामि तर्हि तत्र घट अत्यन्त अभावः नष्टः खलु नष्टः तर्हि त्रैकालिकसंसर्गे अवच्छिन्नप्रतियोगिता का अत्यन्त अभावः इति कथं वा स्यात् इति प्रश्नः करणीयः उत्तरमत्र न लब्धं किन्तु प्रश्नः तु भवत्येव मनसि लैक् इन् द प्रीवियस् क्लास् वेन् यु लुक् लेट् अनव एकम् अविनश्यदवस्थं वि डिड् नाट् गेट् द रिप्लै बट् देन् वि थाट् अबौट् अट्लीस्ट् वि थाट् दट् दर् इस् अ क्वश्चन् दट् नीड्स् टु बि आन्सर्ड् देन् वि थाट् अबौट् इट् देन् वि रिकन्सैल्ड् तर्हि यदा भवती पठति सि ऐ हौ डु ऐ नो दट् यु आर् अण्डर्स्टाण्डिङ्ग् वाट् यु आर् रीडिङ्ग् यदि एषः प्रश्नः क्रियते तदा मया अवगम्यते हा भवती समीचीनतया अवगतवती इति अस्तु तर्हि इदानीं त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता कः अत्यन्ताभावः इति उक्तम् तस्य अर्थः कः अत्यन्ताभावः कीदृश अत्यन्ताभावः इति उक्तमस्ति कीदृश इति नास्ति अत्यन्त अभावस्य लक्षणमुक्तम् अत्यन्त अभावस्य लक्षणं किम् त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिता कः प्रतियोगिता कः इत्युक्ते किम् प्रतियोगितायाः निरूपकः किमर्थं प्रतियोगितायाः का निरूपकः कः इत्यनेन प्रतियोगिता कुत्र भवति आ, प्रतियोगिता इदानीम् अस्य आश्रयः कः तत्र भवति? उदाहरणं प्रतिषेधे भूतले घटो नास्ति इति वदामः चेत् भूत घटाभावः अभावे घटाभावः अनियोगी अस्ति भूतल प्रतियोगी. मम प्रश्न यद् भवती जानाति तद्वदति चेत् कथं? मम प्रश्नस्य उत्तरं किं? प्रतियोगिनी भवति. तर्हि प्रतिपादयतु प्रतियोगिनी प्रतियोगिता वर्तते, समीचीनं. तर्हि इदानीं प्रतिपादयतु उपपत्तिं करोति इत्युक्ते दृष्टान्तं वदतु. भूतले घटो नास्ति इति स्थितिः, अत्र घटाभावः इति घटाभावस्य अधिकरणमस्ति भूतलम्, अतः घटाभावः अभावः इति अनियोगी अस्ति. तत्र भूतले घट अनियोगिता अस्ति, घटे प्रतियोगिता अस्ति. अत्र भूतलम् इति अनियोगिता इति एतत् सर्वं न चिन्तनीयं, केवलं प्रतियोगिता कुत्र वर्तते इति मया पृष्टं खलु. घटे घटे वर्तते तावदेव वक्तव्यं, तावदेव वक्तव्यं. किमर्थम् अहं चिन्तितवती इत्युक्ते मया तेन एव अवगन्तुं शक्यते कथं एतत् प्रोसेस् इति. अस्तु, कुत्र प्रतियोगिता? प्रतियोगिता कस्य? अत्र प्रतियोगिता घटः प्रतियोगी अस्ति, प्रतियोगिता घटे वर्तते. अत्यन्त अभावप्रतियोगिता घटे वर्तते. सा प्रतियोगिता केन अवच्छिन्ना? सा प्रतियोगिता सांसर्गिका अवच्छिन्ना इति उक्तं. सांसर्गिका इत्युक्ते सम्बन्धः. संसर्गिक इति पदं नास्ति खलु अत्र? अत्र संसर्ग अवच्छिन्ना. संसर्गावच्छिन्ना इत्युक्ते एव्रि प्रत्यय हेस् गाट् अ मीनिङ्ग्. इफ् यु से संसर्गिक इट् मीन्स् डिफरेण्ट् फ्रम् संसर्ग. संसर्गावच्छिन्नाट्लि यु विल् नाट् अण्डर्स्टाण्ड् इत् करेक्ट्लि. अस्तु वदतु. संसर्गावच्छिन्नप्रतियोगिता इति उक्तम्. अत्र संसर्गः इति सम्बन्धः उक्तः अस्ति, प्रतियोगिता स्वरूपसम्बन्धेन वर्तते इति एव मया पठितम्. यु आर् थिङ्किङ्ग् आल् अन्नेसेसरि थिङ्ग्स्. ऐ डोण्ट् नो. संसर्गिक संसर्ग अवच्छिन्न इत्युक्ते संसर्गः इति अवच्छिन्न इति पदं प्रयुज्य एकं वाक्यं सर्वैः अवगन्तुं वाक्यम् एकं वदतु. अवच्छिन्न इति पदं प्रयुक्तव्यं. घटावच्छिन्नघटत्वं घटत्वा अवच्छिन्न घटः, क्षम्यताम्. हा, तर्हि घटत्वा अवच्छिन्न घटः. अस्तु, घटत्वा अवच्छिन्न घटः इत्यत्र अवच्छेदकः कः, अवच्छेद्यः कः, अवच्छिन्नम् इति पदं कथं भवति इति प्रतिपादयतु. घटनिष्ठ घटनिष्ठ अवच्छेदकता घटनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति घटत्वं. यु से वाट् एवर् कम्स् टु युर् मैण्ड्. घटः खलु छेदकः कः, अवच्छेद्यः कः? तद् इदानीं वदामि. घटः अवच्छेदकः, घटत्वम् अवच्छेद्यः इति वा? अवच्छेदकः अवच्छेद्ये भवति वा, अवच्छेद्यः अवच्छेदकः अवच्छेदके भवति वा? अवच्छेद्यः अवच्छेदके. कथम्? अवच्छेदकः निरूपयति इति कृत्वा विपरीकरोति. यु हाव् लास्ट् इट् कम्प्लीट्लि. सी, अन्लेस् यु हाव् दीस् कान्सेप्ट्स् वेरि क्लियर् भगिनी, इट् विल् बि वेरि डिफिकल्ट्. यु विल् कन्फ्यूस् द हेल् औट् आफ् युर् स्टूडेण्ट्स्. घटत्व अवच्छिन्न प्रतियोगिता, घटत्व अवच्छिन्न घटः इति उक्तं खलु समीचीनतया भवत्या? तर्हि इदानीं घटत्वम् इति अवच्छेदकः अस्ति, घटः इति अवच्छेद्यः अस्ति. घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः घटः घटत्वम् अवच्छेदकमस्ति घटत्वे अवच्छेदकता अस्ति घटः अवच्छेद्यः अस्ति घटत्वमेव व्यावर्तयति खलु घटत्वं घटत्वम् अन्येभ्यः सर्वेभ्यः घटं व्यावर्तयति इति कृत्वा घटः अवच्छेदकः द वन् दट् डिफरेन्शियेट्स् इस् काल्ड् अवच्छेदकः द वन् दट् इस् डिफरेन्शियेटेड् इस् काल्ड् अवच्छेद्यः भवती सम्पूर्णरीत्या विपरीतरीत्या उक्तवती आधार विल् बि दि अवच्छेद्य आदेय विल् बि अवच्छेदक नाट् दि अदर् वे रौण्ड् घटः घटत्वम् अवच्छिद्यते वा घटत्वं घटम् अवच्छिद्यते वा घटत्वं घटत्वम् एव पृथक् करोति इति कृत्वा सः एव अवच्छेदकः अवच्छेदकः सः एव कर्ता छेदनं करोति अवच्छेदनं करोति घटत्वं किं तस्य अवच्छेदनं करोति घटस्य अवच्छेदनं करोति इति कृत्वा घटः अवच्छेद्यः अस्ति विषयः अस्ति घटः अवच्छेदकस्य विषयः अस्ति घटः इति कृत्वा अवच्छेद्यः भवति घटः तर्हि घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः घटः इति अनुक्त्वा दीर्घवाक्यम् अनुक्त्वा घटत्व अवच्छिन्न घटः इति वक्तुं शक्यते खलु हा तर्हि अत्र प्रतियोगिता प्रतियोगिता इति धर्मस्य अवच्छेद धर्मः अवच्छेद्यः अस्ति प्रतियोगिता इति कश्चन धर्मः सः प्रतियोगिनम् अवच्छिद्यते इति कृत्वा सः अवच्छेदकः अपि प्रतियोगिता अवच्छेदकः अपि किन्तु अत्र त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता इति उक्तं तर्हि त्रैकालिकसंसर्गः प्रतियोगितायाः अवच्छेदकः भवति अवच्छेद्यः भवति प्रतियोगिता पुनः प्रतियोगिता अवच्छेदकः भवति प्रतियोगी अवच्छेद्यः भवति अबुध्यते खलु न बुद्धं प्रतियोगिता अवच्छेदकः भवति प्रतियोगी अवच्छेद्यः भवति इति उक्तवान् इति तु इति तु अस्ति प्रतियोगिता प्रतियोगिनी वर्तते खलु इति कृत्वा प्रतियोगिता अवच्छेदकः भवति प्रतियोगी अवच्छेद्यः भवति यथा घटत्वं घटे अस्ति इति कृत्वा घटः अवच्छेदकः अस्ति घटः न घटत्वम् अवच्छेदकः अस्ति घटः अवच्छेद्यः अस्ति तद्वत् अत्रापि तावत् अवबुद्धं खलु प्रतियोगी अवच्छेद्यः भवति प्रतियोगिता अवच्छेदकः भवति इति हा सत्यम् इति एकः विषयः किन्तु इदानीं तस्मादुपरि अस्मिन् वाक्ये अवच्छेद्यः कः अस्मिन् वाक्ये त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता एतदेव इदानीं महोदयेन उक्तं खलु प्रतियोगी अवच्छिन्नम् अत्र अवच्छेद्यं किम् घटत्व अवच्छिन्न घटः इत्यत्र अवच्छेद्यः कः अवच्छेद्यः घटः एवं त्रैकालिकसंसर्ग अवच्छिन्नप्रतियोगिता इति वाक्ये अवच्छेद्यः कः प्रतियोगिता हा इति एव अहं वदनस्मि प्रतियोगिता अवच्छेद्यः अपि अस्ति किन्तु यदि प्रतियोगिता प्रतियोगिनी वर्तते इति वदेम तर्हि प्रतियोगिता अवच्छेदकः अपि भवति ओ उभयमपि भवति हा खलु उभयमपि अत्र प्रतियोगिनः प्रतियोगी अवच्छेद्यः नास्ति, प्रतियोगिता अवच्छेद्यः अस्ति, अवच्छेद्या अस्ति, भवतु तर्हि इदानीं प्रतियोगिता एकनिमिषम् यदा प्रतियोगिता अवच्छेदकः भवति तदा प्रतियोगी भवति अवच्छेद्या, सत्यं। द्वितीयं यदा प्रतियोगिता अवच्छेद्या भवति तदा त्रैकालिकसंसर्गः संसर्ग भवति अवच्छेदकः। उत्तमं, बहु उत्तमं। Now you have clearly understood. तर्हि चित्रं स्थापयामश्चेत् प्रतियोगी अधोभागे अस्ति, तस्मादुपरि प्रतियोगिता अस्ति, इदानीं तस्मादुपरि त्रैकालिकसंसर्गः वर्तते इति चित्रम्। अतः त्रैकालिकसंसर्गनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता, प्रतियोगितानिष्ठ अवच्छेद्यकता अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगी इति उभयता वक्तुं शक्यते। तर्हि इदानीं त्रैकालिकसंसर्गः इति यः अवच्छेदकः अस्ति तस्य अर्थः कः इति अवगन्तव्यम्। As you read this, you should be able to understand. That is why I am going through in detail. Etu sarvam agre nirupyate. Astu, samayah jatah atra sthagayama. But everybody has to start thinking like that. That is why we are reading both grammar and nyaya together. Even in yesterday's grammar class, I said, without grammar, you won't understand nyaya. But without nyaya, you will not find a place where you can use your grammar. So if you study grammar and nyaya together, that person will become an expert. If a person studies only grammar, he will not be able to understand Shastra. Without grammar, if he studies Shastra, he will not be able to understand Shastra. Both will not work. Therefore, Kanadam Paniniyam cha Sarva Shastra Upakarakam. Not either or, both together. Because Nyaya is a place where you apply what you learn. Pratiyogita kaha. अत्र कः इति प्रत्ययस्य कः अर्थः इति चेत् व्याकरणे द्रष्टव्यं केन सूत्रेण मतुभर्तः इति भाति मम प्रतियोगिता कः इत्युक्ते प्रतियोगितावान् अत्यन्तभावः इति भवति तर्हि मधुप्रत्ययस्य मधुप्रत्ययस्य यः अर्थः सः एव अर्थः कः इति प्रत्ययस्य देन् यु हाव् टु थिङ्क् फर्दर् सो But it's a technique. You have to just learn it a bit. You have to work hard at this a little bit. But once you have trained your mind to think like this, then as you read, you understand. Astu. Atrasagina. Sarvebhyo namaskarah. Dhanyavadaah.